सर्वेषां सम्भाषणसंस्कृतकक्षायां पुनः एकवारं स्वागतम्. इदौ एकं सुभाषितं श्रुत्वा कक्षायाः आरम्भं कुर्मः. भगिनी अधुना सुभाषितं श्रावयतु. धन्यवादः भगिनी. ॐ विद्या नाम नरस्य रूपमधिकम् प्रच्छन्नगुप्तं धनं विद्यायोगकरी यशःसुखकरी विद्या गुरूणां गुरुः विद्या बन्धुजनो विदेशगमने विद्या परा देवता विद्या राजसु पूज्यते न तु धनं विद्याविहीनः पशुः. उत्तमम् उत्तमं भगिनी, धन्यवादः. गते सप्ताहे अत्र एका कथा आरब्धा. कथायाः नाम सङ्गात् सञ्जायते कामः. कथातः गते सप्ताहे वयं तृतीयपरिच्छेदपर्यन्तं वयं समापितवन्तः. इत्युक्ते त्रयः परिच्छेदाः परिशीलिताः अस्माभिः एतावत्पर्यन्तं. तत्र कथातः तावत्पर्यन्तं पठित्वा यत् पठितम् अस्माभिः तस्य पुनरवलोकनं कृत्वा अग्रे सरेम. अत्र कथायां किम् अभवत् इत्युक्ते, पूर्वम् एकम् अरण्यमासीत्. तस्मिन् अरण्ये एकः ऋषिः वसति स्म. तस्य नाम मानसोल्लासः. सः कृपालुः, अथवा बहूनि पदानि सन्ति, उत्तमानि पदानि. कृपालुः, करुणामयः, कृपासागरः, करुणाशीलः. किन्तु एतेषां पदानाम् अर्थः तु किञ्चित् भिन्नः. इत्युक्ते अत्र समानार्थकपदानि एव, किन्तु तत्र धातुः भिन्ना धातुः, अपि च प्रत्ययः भिन्नप्रत्ययाः सन्ति. एतेषां पदानाम् अन्ते दयापूर्णः तादृशः ऋषिः अस्ति. अपि च सः सदा सत्यभाषणमेव करोति. तस्य मनसि सदा सर्वान् जन्तून् प्रति कारुण्यमेव दृश्यते. न केवलं सः करुणाशीलः, सः सत्यवचनः अपि. तस्य आश्रमे एकं वैशिष्ट्यमस्ति. तत् किम् इत्युक्ते, तस्मिन् आश्रमे जन्तवः सर्वे परस्परवैरभावं त्यक्त्वा सन्तोषेण क्रीडन्ति स्म. कथं क्रीडन्ति पशवः इत्यस्य अवगमनार्थम् एकः उल्लेखः कृतः. इत्युक्ते तस्य कृते अस्माकम् अवगमनार्थं ऋषेः आश्रमः कीदृशः, तस्मिन् आश्रमे जन्तवः कथं क्रीडन्ति स्म इत्यस्य उदाहरणार्थं सर्पनकुलं तालबद्धेन आनन्देन नृत्यं करोति स्म इति लिखितमस्ति. इत्युक्ते यद्यपि तयोर्मध्ये जातिविरोधः अस्ति, तथापि जातिवैरं त्यक्त्वा ते क्रीडन्ति स्म. इत्युक्ते साधारणतया किं भवति, नकुलेन सर्पः मारणीयः, संहरणीयः, किन्तु तथा न भवति स्म. तस्य आश्रमे सर्वदा सन्तोषेण सर्पनकुलं तालबद्धं नृत्यं करोति स्म. अपि च एतत् सर्वं कुत्र अभवत्, भूलोके अभवत्, किन्तु इन्द्रः स्वर्गलोके तिष्ठति. तस्मिन् समये इन्द्रः स्वर्गलोके स्थित्वा सः ऋषेः वृत्तान्तं श्रुतवान्. श्रुत्वा किं चिन्तितवान्, यदि एषः ऋषेः कारुण्यं यदि सर्वं भूमण्डलं व्याप्नोति चेत् मम इन्द्रपदवीः समाप्तिः भवेदेव. तदर्थं मया एकः उपायः चिन्तनीयः. मम इन्द्रपदस्य आक्रमणं भवेत् चेत् तत्र अपायः भवति. इन्द्रस्य तथा चिन्तितवान् इन्द्रः. मम इन्द्रपदस्य रक्षणार्थम् अहम् एकम् उपायं चिन्तयामि, अथवा मम समस्यायाः निवारणार्थम् एकः उपायः चिन्तनीयः इति सः चिन्तयित्वा सामान्यवेषं धृत्वा स सः ऋषेः आश्रमं गत्वा ऋषिं नमस्कृतवान्। नमस्कृत्य किं अवदत्? मम पार्श्वे एकः खड्गः अस्ति, अधुना अहं प्रवासार्थं गन्तुम् उद्युक्तः अस्मि, इत्युक्ते मम प्रवासः आरब्धः अथवा मम प्रयाणम् आरब्धं, किन्तु खड्गं गृहीत्वा कथं गन्तुं शक्नोमि? प्रवासगमनार्थम् अत्र खड्गं स्वीकृत्य गन्तुं न इच्छामि, अतः मम खड्गं भवतः पार्श्वे स्थापयामि, मम खड्गस्य रक्षणं करोतु, मम खड्गं किन्तु रक्षणं करोति इत्युक्ते, रक्षणम् इत्युक्ते कीदृशरीत्या रक्षणं कर्तव्यम् इत्युक्ते खड्गस्य तीक्ष्णतायाः रक्षणं करणीयं, तदर्थं प्रतिदिनं तस्य उद्घर्षणं करणीयम् इति, इत्युक्ते उद्घर्षणम् इत्युक्ते किं वदामः आङ्ग्लभाषायां? संस्कृतभाषायाम् अवताडनम् इति दृष्टवती, शार्प्नेस्, तीक्ष्णता इत्युक्ते शार्प्नेस्, तस्य अवताडनं इति अहम् एकम् अन्यत् पदं दृष्टवती, कृत्वा उद्घर्षणं कृत्वा तस्य मम खड्गस्य तीक्ष्णतां परिरक्षयतु इति उक्त्वा सः इन्द्रः, किन्तु ऋषिः न जानाति, सः अभिज्ञातुं न शक्नोति, किन्तु अत्र सः इन्द्रः एव, किन्तु सामान्यवेषं धृत्वा तत्र आगतवान्, अपि च स्वस्य खड्गं मानसोल्लासाय दत्त्वा सः ततः निर्गतवान्, सः इन्द्रः। किन्तु अधुना ऋषेः कर्तव्यं किम्? अस्य खड्गस्य तीक्ष्णतायाः रक्षणम्। अहम् अस्मिन् सन्दर्भे एकं पूर्वं श्रुतवती, अतः वदामि। असिधाराव्रतम् इति एकं व्रतम् अस्ति, कोऽपि श्रुतवान् वा, श्रुतवती वा? असिधाराव्रतम् इति एकः व्रतम् अस्ति, गूगल् कृत्वा जानन्तु। असि इत्युक्ते खड्गः, धारा इत्युक्ते ब्लेड्, असिधाराव्रतम् इत्युक्ते तत्र आङ्ग्लभाषायां वक्तुमिच्छामि, अत्र डूयिङ्ग् एक्स्ट्रीम्लि डिफिकल्ट् टास्क्, इफ् समथिङ्ग् इस् डूयिङ्ग् एक्स्ट्रीम्लि डिफिकल्ट् टास्क् मीन्स् दट् ईस् काल्ड् असिधाराव्रतम्। किन्तु तत् पदं कथमागतं, तस्मात् तत्र कथा का इति सर्वैः अवगन्तव्यम्। अत्र इत्युक्ते एतावता ऋषिः तत्र तं प्रस्तावम् अङ्गीकृतवान्, इत्युक्ते सः प्रस्तावः ऋषिणा अङ्गीकृतः, अथवा भिन्नरीत्या वक्तुमिच्छामश्चेत् सः ऋषिः तं प्रस्तावम् अङ्ग्यकरोत्, अथवा सः अङ्गीकृतवान्, प्रस्तावम् अङ्गीकृतवान्, अपि च ऋषिणा वचनं दत्तं, दत्तस्य वचनेन अनुसारेण सः ऋषिः तदनन्तरं किं कृतवान् इति वयम् अद्य पठेम। अत्र अस्माकं जिज्ञासायाः निवारणार्थं वयं कथां पठामः, इत्युक्ते जिज्ञासा निवारणीया, तदर्थमेव। अतः अद्य चतुर्थ परिच्छेदात् आरभ्य कथां पठामः। अत्र अत्र उषा भगिनी भवती पठतु, चतुर्थपरिच्छेदे किम् एक्स्क्यूस् मी भगिनि, केन् ऐ जस्ट् से वन् स्माल् थिङ्ग्? वदतु वदतु। दिस् असिधारा व्रतं दट् यु टाक्ड् अबौट्, दट् इस् वाट् सोमसेट् माम् यूस्ड् इन् हिस् बुक् काल्ड् द रेजर्स् एज्। ओ वदतु, किञ्चित् वदतु। Somerset mom wrote a book called The Razor's Edge, and he supposed to have used this simile. Oh. Yeah. Astu. Dhanyavadah, bhagini. Uttama. Anantaram atra. Bhagini, kim vadati, bhagini? Asidharavratam ichukte kim? Ah. Asidhara Vratam Ichukte, it is something, if one accomplishes something which is extremely difficult, then we call it as Asidhara Vratam. Hmm? Hmm. Usha Bhagini, Patiti. ऋषिः एतं प्रस्तावम् अङ्गीकृतवान् तदस्य वचनस्य अनुगुणं सः प्रतिदिनम् उत्कर्षणेन खड्गस्य धारायाः तीक्ष्णताम् अरक्षत् कदाचित् खड्गं दृष्ट्वा ऋषिः अचिन्तयत् एतस्याः खड्गधारायाः तीक्ष्णता कियती इति मया कुतो वा न परीक्षयेत् वृक्षे एतस्य प्रयोगेन न कापि हानिः इति ततः सः तेन खड्गेन वृक्षस्य काञ्चित् शाखां कर्तितवान् तस्मात् कश्चन आनन्दः तेन अनुभूतः द्वितीये दिने अपि तेन खड्गप्रहारेण केचन वृक्षलतादयः कर्तिताः गच्छता कालेन खड्गेन सस्यादीनां कर्तने वृक्षस्य छेदनं च तस्य स्वभावः जातः पठामि वा भगिनि अग्रे अत्र अद्य किं कुर्मः इत्युक्ते त्रीणि वाक्यानि स्वीकृत्य भवती विवृणोतु तत्र किम् अस्ति ऋषिः एतं प्रस्तावम् अङ्गीकृतवान् इन्द्रस्य प्रस्तावं ऋषिः अङ्गीकृत्वा वचनं अङ्गीकृत्य किमर्थम् इत्युक्ते अङ्गीकृत्वा इति न वदामः इत्युक्ते तत्र ल्यबन्तरूपमेव भवति अस्तु भगिनि अस्तु वदतु एतं कर्मपदम् अस्ति तत्र प्रस्तावं प्र उपसर्गपूर्वकं प्रस्तावं स्तु अस्ति वा भगिनि तत्र कर्म धातुः उत्तमं धातुः स्तु धातुः स्तु धातोः इतोपि वदतु है प्रत्ययः स्तु धातोः लट्लकाररूपं किं जानति वा दृष्टवती वा स्तु अस्तु अत्र अहं वदामि अहमपि दृष्टवती अतः वदामि स्तु धातोः रूपं स्तौति लट्लकाररूपं तस्मात् एव स्तवः इति पदमायाति स्तौति इति लट्लकाररूपम् अदादिगणीयधातुः अस्ति स्तुतौ इत्यस्मिन् अर्थे किन्तु प्रस्तावः प्रस्तावः इति घञ् प्रत्ययान्तरूपं प्रा उपसर्गपूर्वकः स्तु धातुः घञ् रूपम् अस्ति वदतु इतोपि वचनस्य अनुगुणं सः प्रतिदिनम् उद्घर्षणेन खड्गस्य धारायाः तीक्ष्णताम् अरक्षत् उद्घर्षणेन तृतीयविभक्ति एकवचनं खड्गस्य षष्टिविभक्ति धारायाः धारा स्त्रीलिङ्गे अस्ति षष्टिविभक्तं धारायाः इत्युक्ते ब्लेड् अस्ति वा भगिनि धारा इत्युक्ते खड्गस्य धारा तीक्ष्णताम् अरक्षत् रक्षणं करोति अत्र प्रथमं वाक्यं किञ्चित् भिन्नरीत्या वदतु ऋषिः इन्द्रस्य वचनं स्वीकृत्य धारायाः तीक्ष्णताम् अरक्षत् उद्घर्षणेन खड्गस्य इत्युक्ते मम प्रश्नः तु ऋषिः एतं प्रस्तावम् अङ्गीकृतवान् इति वाक्यमस्ति किञ्चित् भिन्नरीत्या वदतु एतं प्रस्तावम् अङ्गीकृतवान् ऋषिः इन्द्रस्य प्रस्तावम् अङ्गीकृत्य अङ्गीकृत्य कथं वदामि भगिनि इत्युक्ते अत्र वाक्यं कर्तरि प्रयोगे अस्ति कर्मणि प्रयोगे वदतु एतं प्रस्तावं तेन इन्द्रेण प्रस्तावः अङ्गीकृतवान् उत्तमम्. एषः प्रस्तावः अङ्गीकृतवान् एव अस्ति वा भगिनि कर्मणि प्रयोगे अथवा तत्र किं वक्तव्यम्? एषः प्रस्तावः अङ्गीकृतः. अङ्गीकृतः केन? ऋषिणा. ऋषिणा. उत्तमं. ऋषिणा एषः प्रस्तावः अङ्गीकृतः इत्यपि वक्तुं शक्यते. नो चेत् कर्तरीवाक्यं वक्तुमिच्छामश्चेत् क्तवत्वन्तरूपस्य स्थाने अत्र क्तवत्वन्तरूपम् अस्ति अङ्गीकृतवान्, किन्तु लङ् रूपं वदतु. अङ्गीकरोति लट् लकाररूपं. लङ् रूपं वक्तव्यं किमर्थम् इच्छति वदतु. अङ्गीकृतं कथं वदामि? अस्ति तत्र वदतु भगिनि गीताञ्जलि भगिनि. अङ्गीकरोत् इति तत्र कोऽपि वदतु. अङ्ग्यकृत. अङ्ग्यकरोत्. अङ्ग्यकरोत् इत्युक्ते अकरोत् क्रूधातोः रूपं, करोति इति लट्लकाररूपम्, अकरोत् लङ् रूपं, किन्तु अत्र पूर्वम् अङ्गी तत् रूपं योजनीयं तदनन्तरं तेन अङ्ग्यकरोत् इति भवति. अङ्ग्यकरोत् यण् सन्धिः भवति तत्र. लङ् रूपं योजयित्वा वक्तुं शक्नुमः किमर्थम् इत्युक्ते क्तवतु प्रत्ययान्तरूपं भूतकालार्थे एव भवति, किन्तु क्तान्तरूपमपि भूतकालार्थे एव योजयामः, किन्तु क्तान्तरूपविषये बहवः नियमाः सन्ति. तेन अत्र कर्त्रार्थकं अत्र वाक्यं ऋषिणा प्रस्तावः अङ्गीकृतः भवति. उत्तमम्. तावदेव. अत्र द्वितीयं वदतु भगिनि. भगिनि अत्र अङ्गी इति उपसर्ग इव अस्ति. इव न तु उपसर्गः नास्ति. उपसर्ग इव द्वाविंशति उपसर्गेषु अन्यतमः नास्ति. इत्युक्ते अङ्गी नास्ति, किन्तु इव कार्यं करोति. यथा स्वी इति योजयामः, स्वीकृत्य अङ्गीकृत्य इति भवति. अत्र दत्तस्य वचनस्य अनुगुणं सः प्रतिदिनम् उद्घर्षणेन खड्गस्य धारायाः तीक्ष्णताम् अरक्षत्. अत्र किमस्ति इत्युक्ते अनुगुणम् इति एकं पदमस्ति, तस्मिन् विषये किञ्चित् वदामि. अनुगुणम् इति तत्र पदम् अव्ययम् इति वदामः. तत्र अव्ययीभावसमासः अस्ति. तत्र अनु इति एकः अव्ययपदमस्ति. अनु इति पदस्य अर्थः योग्यः अथवा पश्चात्, योग्यार्थे अथवा पश्चादर्थे अनु इति अव्ययस्य प्रयोगं कुर्मः. पूर्वपदस्य प्राधान्यमस्ति अव्ययीभावसमासे. इत्युक्ते अनु इति पदस्य प्राधान्यता अस्ति तत्र. गुणस्य योग्यम् इति विग्रहवाक्यं भवति. गुणस्य योग्यम् अनुगुणम् अनुरूपं, रूपस्य योग्यम् अनुरूपं, गुणस्य योग्यम् अनुगुणम् अत्र अव्ययीभावसमासः अस्ति. इत्युक्ते अत्र योग्यार्थे एव उक्तमस्ति, न तु पश्चादर्थे. तस्मिन् विषये अग्रे पठिष्यामः. अनन्तरं प्रतिदिनं, प्रतिदिनम् इति पदमपि अव्ययपदम्. अत्रापि अव्ययीभावसमासः अस्ति. यदि वयं विग्रहवाक्यं वक्तुमिच्छामश्चेत् दिनं दिनं प्रति, आं भगिनि, दिनं दिनं प्रति इति वक्तव्यं. नो चेत् दिने दिने इत्यपि विग्रहवाक्यं भवति. तत्रापि अव्ययीभावसमासः अस्ति. उद्घर्षणम् इति वयं जानीमः, ल्युडन्तपदम्. उत्तमं. खड्गस्य धारा, अत्र एकमेव पदं कुर्मः चेत् खड्गधारा. उत्तमं. तत्र समासः किं भवति? षष्ठी तत्पुरुषसमासः अस्ति. उत्तमम्. खड्गस्य धारा, अत्र पश्यतु, खड्गस्य धारा, खड्गधारा, खड्गधारायाः तीक्ष्णता, तत्रापि समस्तपदं कर्तुं शक्यते. खड्गधारा तीक्ष्णता. खड्गधारा तीक्ष्णता. तीक्ष्णतां तल् प्रति अस्ति वा भगिनि? तीक्ष्णता, तीक्ष्णता तत्र ता इति तल् प्रत्ययः अस्ति, किन्तु अत्र द्वितीयविभक्ति अन्तं रूपम् अस्ति. वदतु महोदय. क्षुरस्य धारा निशिता दुरत्यया दुर्गं पतस्त कवयो वदन्ति. भगवद्गीता धारया किञ्चित् वदतु तस्मिन् विषये, किञ्चित् वदतु. अध्यात्मविद्या बहु कठिन. क्षुरस्य धारा how to walk through the razor's edge. आम् इत्युक्ते अध्यात्मविद्या, यदा भवान् उक्तवान् अध्यात्मविद्या बहु कठिना, कथम् इत्युक्ते कठिना. अहं श्रुतवती किन्तु न दृष्टवती, दृष्ट्वा अग्रिमे सप्ताहे वदामि तस्मिन् विषये. कोऽपि जानाति चेत् वदन्तु. बहु उत्तमः श्लोकः. श्लोकः अनन्तरं भगवद्गीतातः अस्ति भगिनि. भगिनि धारा अर्थः किं? ब्लेड्, ब्लेड् इत्युक्ते खड्गस्य धारा. अत्र पश्यतु, खड्गस्य धारा इत्युक्ते खड्गधारा, द ब्लेड् आफ् य स्वोर्ड्. अस्तु. अरक्षत्, अरक्षत् इति पदं कीदृशं पदम्? उषा भगिनी वदतु. रक्षति, रक्ष धातु अस्ति. अरक्षत् लङ्लकार अस्ति. अरक्षत् उत्तमम् इत्युक्ते अरक्षत्, अरक्षताम्, अरक्षन् इति भवति. अत्र अहं व्याकरणकक्षायां पठितवती, अतः वदामि. अत्र एकं सूत्रमस्ति, किमर्थं लङ्लकारे अकारः आरम्भे आयाति इत्यस्मिन् विषये. अरुणा भगिनी वदतु. किं भगिनि? अहं लङ्लकारे तिङन्तपदात् पूर्वम् अकारः किमर्थम् आयाति? केन केन सूत्रेण? Not very sure. Lung, lung, rung, shu. Lung, ada, lung, data, something. Uttama, uttama. Ichitte, tatra sutra masti. Lung, lung, rung. Lung lakaraha itepi bhutakalarthe. Lung lakaraya api bhutakalarthe. Rung, rung. इति एकः लकारः अस्ति, तस्य अर्थः अपि भूतकालार्थे एव भवति. एतेषु त्रिषु लकारेषु तिङन्तपदात् पूर्वं सर्वदा अड् आगमः भवति. अट् आगमः, अट् इत्युक्ते केवलं ह्रस्व अकारः आयाति. अनेन सूत्रेण लुङ् लङ् लृङ् ष्वडुदात्तः इति सूत्रेण तत्र अडागमः भवति. कुत् अत्र अडागमः अपि अस्ति व्याकरणे, आडागमः अपि अस्ति. अत्र अट् अडागमः इत्युक्ते तत्र जस्त्वसन्धिः भवति. अट् आगमः, टकारः इति संज्ञकवर्णः अस्ति, अकारः. तत्र एकं सूत्रमस्ति तपरस्तत्कालस्य इति सूत्रेण, अत्र अट् इति वदामश्चेत् केवलं ह्रस्वकारः एव स्वीकर्तव्यः इति सूत्रमस्ति. तेन सर्वदा लङ्लकारे क्रियापद धातोः पूर्वम् अडागमः भवति, अतः एव अरक्षत् उत्तमं. तावदेव अत्र. उत्तमं, धन्यवादः भगिनि. अधुना भूमा भगिनी, भवती त्रीणि वाक्यानि स्वीकृत्य किञ्चित् विवृणोतु. कदाचित् खड्गं दृष्ट्वा ऋषिः अचिन्तयत् एतस्याः खड्गधारायाः तीक्ष्णता क्रियता इति मया कुतो वा न परीक्ष्येत. वृक्षे एतस्य प्रयोगेण न कापि हानिः इति. ऋषिः खड्गं दृष्ट्वा एतस्याः अरक्षत् कदाचित् अव्ययम् कदा कदा इत्युक्ते साधारणतया चित् अथवा चन इति पदस्य प्रयोगः भूत्वा इत्युक्ते अनिश्चितार्थे यदा कदा अभवत् इति वयं न जानीमः अतः अनिश्चितार्थे चित् अथवा चन द्वयोः प्रयोगः कुर्मः कदाचित् इति अव्ययमस्ति खड्गं दृष्ट्वा खड्गं दृष्ट्वा त्वान्तपदं दृष्ट्वा उत्तमं खड्गं द्वितीयविभक्ति पश्यति लट्लकारः इति अचिन्तयत् अचिन्तयत् लङ्लकारः अडागम भवति उत्तमम् उत्तमम् अत्र किञ्चित् वदामि अत्र चिन्तधातुः चुरादिगणीयधातुः स्मृत्याम् इत्यस्मिन् अर्थे अस्ति चिन्तधातुः अचिन्तयत् लङ्लकाररूपम् अस्ति किन्तु परस्मैपदीरूपम् अस्ति अत्र आत्मनेपदीरूपं स्वीकुर्मः चेत् अचिन्तयत इति रूपं भवति तत्र तावदेव अत्र एकं नूतनं पदमस्ति अस्माकं कृते कियति कियति इति कीदृशं पदं तीक्ष्णता कियति करोति कोऽपि वदतु एतस्याः खड्गधारायाः तीक्ष्णता अहं वदामि वदतु भगिनि अत्र अहं न जानामि किन्तु शत्र स्त्रीलिङ्ग् पदं कियति अत्र तीक्ष्णता इति पदस्य विशेषणमस्ति तीक्ष्णता कियति अत्र कियति इत्युक्ते हौ मच् अत्र एतत् पदं त्रिषु लिङ्गेषु भवति कोऽपि वदति वा अत्र त्रिषु लिङ्गेषु अस्य रूपाणि कानि वदतु क्रियतः क्रियति न न भगिनि अत्र तथा न अहं किञ्चित् वदामि अत्र एतत् पदं त्रिषु लिङ्गेषु भवति किन्तु अस्मिन् वाक्ये स्त्रीलिङ्गे दत्तमस्ति तीक्ष्णता कियति इति अस्ति अत्र स्त्रीलिङ्गे रूपाणि कथं भवन्ति नदी शब्दवत् कियति कियत्यौ कियत्यः कियतीं कियत्यौ कियतीः तादृशरीत्या स्त्रीलिङ्गे रूपाणि भवन्ति किन्तु पुंलिङ्गे कियान् कियान् प्रभावः अस्ति प्रभावः इति पुंलिङ्गपदमस्ति इति कृत्वा कियान् प्रभावः तत्र कियान् इति पदं यद्यपि कियान् इति प्रथमाविभक्ति एकवचनरूपम् अस्ति तत्र तकारान्तप्रातिपदिकम् अस्ति कियत् इति प्रातिपदिकं तकारान्तपदमस्ति पुंलिङ्गे कियान् कियान् कियन्तौ कियन्तः यथा भवान् भवन्तौ भवन्तः तथा एव अत्र पुंलिङ्गे कियान् भवति स्त्रीलिङ्गे कियती भवति नपुंसकलिङ्गे कियत् कियत् महत्त्वमस्ति कियान् प्रभाव कियत् इति तकारान्तप्रातिपदिकमस्ति किन्तु नपुंसकलिङ्गे कियत् एव प्रथमाविभक्ति एकवचनरूपं पुंलिङ्गे कियान् स्त्रीलिङ्गे कियति अनन्तरम् अत्र एतस्याः तस्य षष्ठीविभक्ति षष्ठीविभक्ति खड्गधारायाः खड्गस्य धारा षष्ठीविभक्ति एव एतस्याः विशेषणम् अस्ति विशेषणविशेष उत्तमम् इत्युक्ते अत्र सर्वनामपदम् अस्ति सर्वनामपदम् उत्तमम् तीक्ष्णता कियते इति मया कुतो वा न परीक्ष्येत परीक्षणं परीक्षा कर्तुम् इच्छति अत्र वाक्यं कीदृशं वाक्यं मया कुतो वा न परीक्ष्येत कर्मणि वाक्यम् अत्र परि उपसर्गपूर्वकः ईक्ष् धातुः अस्ति किन्तु ईक्ष् धातुः आत्मनेपदी रूपम् ईक्षते अस्ति किन्तु अत्र कर्मणि रूपं परीक्ष्यते परीक्ष्यते इति कर्मणि कर्मणि लट् रूपम् अस्ति, किन्तु अस्मिन् वाक्ये विधिलिङ्गलकाररूपम् अस्ति. परीक्ष्येत कर्मणि विधिलिङ्ग, कर्मणि विधिलिङ्ग. केवलं कर्मणि लट् वदामश्चेत् परीक्ष्यते. किम् अत्र मया न परीक्ष्येत, तीक्ष्णता न परीक्ष्येत इति लिखितमस्ति. अत्र कर्मणि कर्मण्यर्थे वाक्यमस्ति. वृक्षे एतस्य प्रयोगेण न कापि हानिः. वदतु भगिनि. परीक्षणं कर्तुम् इच्छति, परीक्षा कर्तुम् इच्छति, ततः अतः वृक्षे प्रयोगं करोति. उत्तमम्, उत्तमम्. इत्युक्ते सः चिन्तयति, किं चिन्तयति, एतावत्पर्यन्तम् अहं किमर्थं न परीक्षां कृतवान्, एकवारं परीक्ष्य पश्यामि. तदर्थं अस्य तीक्ष्णता अस्ति वा न वा इति अहं द्रष्टुम् इच्छामि इति सः चिन्तयति. वृक्षे एतस्य प्रयोगेण न कापि हानिः इति सः चिन्तितवान्. अत्र हानिः इति पदं, हानिः इत्युक्ते वदतु, दोषः अथवा बाधा अथवा पीडा इति वदामः. अत्र हानिः इति पदं कीदृशं पदम् इत्युक्ते तत्र एकः धातुः अस्ति हा इति. कोऽपि वदतु. हन् धातुः भिन्नः, हन् धातोः रूपं हन्ति, किन्तु अत्र धातुः अस्ति हा धातुः. हा धातोः रूपं जहाति, लट्लकाररूपं जहाति. जहाति इति क्रियापदं जुहोत्यादिगणीयपदमस्ति. हा धातुतः क्तिन् इति एकः प्रत्ययः अस्ति. हा धातोतः क्तिन् प्रत्ययान्तरूपं हानिः. अस्य खड्गस्य वदतु. हा धातु आहाङ् द्वे द्वौ धातु अस्ति वा, स्तः वा? अत्र जहाति, जहाति इति मूलधातु भगिनि. हा मूलधातु रूपं किम्? मूलधातु वदामि, अनन्तरं पश्यामि भगिनि. हा धातुः इत्युक्ते औपदेशिकधातुः कः? ओहाक् त्यागे. ओहाक् इत्युक्ते औपदेशिकधातुः तु ओहाक्, किन्तु लौकिकधातुः तत्र इति संज्ञकवर्णाः सन्ति इति कृत्वा तत्र लौकिकधातुः हा एव भवति. हानिः इत्युक्ते पीडा अथवा अन्य अन्य हा धातुः अपि अहं गतौ इति अर्थः अस्ति. आम्, किन्तु अत्र त्यागे ओहाक् त्यागे. जहाति अर्धकः भगिनि. हा धातोः रूपं जहाति इत्युक्ते त्यागः, त्यक्त्वा. हानिः भगिनि, हानिः इति इत्युक्ते नष्टः अपि किल? किमपि नष्टः नास्ति वृक्ष कर्तितुं. प्रयोगं कर्तुं किमपि नष्टः न भवति इति सः चिन्तितवान्. उत्तमम्, उत्तमं भगिनि. तदेव भगिनि, एक भ्रम जात अत्र. हानि हा धातु त्यागे अपि च पीडा द्वयोः भिन्ना अस्ति न भगिनि अर्थे? इत्युक्ते अत्र हानिः इत्युक्ते अत्र यथा भगिनी उक्तवती नष्टः एव दोषः इत्युक्ते अत्र केवलम् अहं पर्यायवाचकपदम् उक्तवती, किन्तु अर्थः तु भिन्नः एव यथा भवती उक्तवती. गम्यतां भगिनि, किन्तु यदि अर्थः त्यागे अत्र किमर्थं पीडा इति अर्थः आगच्छति कथम्? अत्र सन्दर्भानुसारं किं वदामः, अस्य खड्गस्य प्रयोगेण हानिः नास्ति, नष्टः नास्ति, तदर्थम् अहं कर्तुमिच्छामि इति तस्य आशयः. तस्य पीडा न भवति पीडा न भवति इत्युक्ते यथा लता भगिनी उक्तवती नष्टः एव नष्टः इतोपि किमस्ति अत्र भगिनी एतस्य प्रयोगेण प्रति खड्गस्य प्रयोगेण प्रयोगेण तृतीया विभक्ति नकारः आगच्छति किमर्थं नकारः नत्वं भवति रकारः अस्ति न अत्र अत्र चिन्तनं किञ्चित् भिन्नः अस्ति अत्र भिन्नसूत्रेण णत्वं भवति इत्युक्ते प्रा इति उपसर्गः अस्ति उपसर्गः अपि पदमेव यदि निमित्तं पूर्वपदे अस्ति अपि च णत्वं उत्तरपदे अस्ति चेत् तत्र भिन्नसूत्रेण णत्वं भवति अपि च रूपद्वयमपि साधु एव प्रभावेन रूपं साधु प्रभावेण इत्युक्ते विकल्पेन तत्र रूपद्वयं सम्भवति तथा एव अत्रापि प्रयोगेण प्रयोगेन इति अपि साधु एव भगिनि भगिनि तत्र बकारः अस्ति किल न पूर्वं अतः अपि कवर्ग इत्युक्ते अत्र कवर्गीयव्यञ्जनम् अथवा व्यावराल यावरा अस्ति चेदपि तत्र बाधा नास्ति किन्तु मम चिन्तनमस्ति अत्र णत्वस्य कृते कारणं किं सूत्रं किं सूत्रं कार्यं करोति इति अस्मिन् अर्थे तत्र न केवलं रषाभ्यां नोणः अट्कुप्वाङ्गनं व्यवायेपि अत्र भिन्नं भिन्नसूत्रं कार्यं करोति किमर्थम् इत्युक्ते अत्र णत्वस्य कृते निमित्तं पूर्वपदे अस्ति रषाभ्यां नोणः इति सूत्रेण केवलं एक साक्षात् अनन्तरं साक्षात् अनन्तरं निमित्तस्य अनन्तरं साक्षात् दन्तिनकारः भवेत् इति रषाभ्यां नोणः वदति अट्कुपानुं व्यवायेपि मध्ये केचन किञ्चित् व्यवधानमस्ति चेदपि णत्वं भवति इति तत् सूत्रं वदति किन्तु अत्र अस्मिन् पदे भिन्नसूत्रेण णत्वं भवति अस्तु चिन्ता मास्तु अनन्तरं धन्यवादः धन्यवादः भगिनि अनन्तरं गीताञ्जलि भगिनी भवती वदतु अग्रिमम् आं भगिनि अहं प्रयत्नं करोमि ततः सः तेन खड्गेन वृक्षस्य काञ्चित् शाखां कर्तितवान् तस्मात् कश्चन आनन्दः तेन अनुभूतः द्वितीये दिने अपि तेन खड्गप्रहारेण केचन वृक्षलतादयः कर्तिताः कर्तिताः ओ क्षम्यतां धन्यवादः भगिनी कर्तिताः ततः सः तेन खड्गेन वृक्षस्य काञ्चित् शाखां कर्तितवान् सः किं कर्तितवान् सः शाखां काञ्चितवान् कीदृशशाखां काञ्चित् शाखां कर्तितवान् इत्युक्ते कट् कर्तनं कृतवान् कर्तनं धन्यवादः भगिनि कर्तनं कृतवान् अस्तु अथवा किं वदामः अकर्तयत् अकर्तयत् कर्तयति इति पदमस्ति काञ्चित् शाखा तत्र काञ्चित् शाखाम् इति दत्तमस्ति तत्र प्रथमाविभक्त्यां वदतु प्रथमाविभक्ति कर्मणि भगिनि न न अत्र काञ्चित् शाखाम् इति कर्मपदं लिखितमस्ति तत् पदद्वयं प्रथमाविभक्त्यां वक्तुमिच्छामश्चेत् काञ्चित् शाखाः कोऽपि वदतु काचित् शाखा काचित् काचित् शाखा अस्ति काचित् बहुवचन भगिनी आम् तत्र अत्र पश्यतु बहुवचनं इति न वदामः, तत्र पश्यतु काचित् शाखा, वृक्षस्य काचित् शाखा अस्ति इति एकं वाक्यम्, इत्युक्ते अस्धातुः अकर्मकधातुः अस्ति इति कृत्वा तत्र कर्मपदं नास्ति इति कृत्वा वृक्षस्य काचित् शाखा अस्ति इति वाक्यमस्ति. किन्तु अत्र काञ्चित् शाखां कर्तवान् सः. द्वितीयविभक्ति एकवचनरूपं स्त्रीलिङ्गे दत्तमस्ति. स्त्रीलिङ्गपद अतः का प्रयोग काचित् काचित् काचित् शाखा. द्वितीयविभक्ति का केकाः, कां केकाः, कां इस् प्रथम ऐ मीन् एकवचन, सो काञ्चित् शाखाभिकं शाखाम् इन् द्वितीयविभक्ति. एतदेव वाक्यम् अत्र कर्तरी प्रयोगे अस्ति. भवती एव वदतु कर्मणि प्रयोगे एतद् वाक्यं कथं भवति. ततः सः तेन खड्गेन वृक्षस्य काञ्चित् शाखां कर्तितवान्. एतद् वाक्यं कर्तरी प्रयोगे अस्ति. कर्मणि प्रयोगे परिवर्तयामश्चेत् ततः तेन फोर् तृतीया विभक्ति आफ् सः तेन खड्गं वृक्षस्य काचित् शाखां कर्तितान् शाखाः कर्तिताः, सोरि कर्तिताः. एकवचने अत्र वाक्यम् एकवचने दत्तमस्ति. काञ्चित् शाखा, काञ्चित् शाखां कर्तितवान्, तत्र एकवचनं स्त्रीलिङ्गरूपम् अस्ति. अतः एकवचने वदतु. ततः तेन तत् खड्गं तत् तेन खड्गेन वृक्षस्य काचित् शाखा कर्तिता, काचित् शाखा कर्तिता एकवचन. बट् तेन खड्गेन ऐ एम् नाट् वेरि शोर् डस् इट् रिमेन् इन् तृतीया विभक्ति ओन्लि आर् डु वि चेञ्ज् दट् आल्सो. अत्र पश्यतु वाक्यं पश्यामश्चेत् तेन खड्गेन इत्युक्ते सः खड्गः इत्यस्य खड्गस्य विशेषणमस्ति तेन. तत्र उपकरणतृतीया अस्ति, उपकरणमस्ति. केन? खड्गेन. खड्गेन कर्तितवान्. तत्र केवलं तृतीया विभक्तिः अस्ति किन्तु अत्र उपकरणमस्ति. किन्तु तेन इति वदामश्चेत् ऋषिणा. तत्र वाक्यं किं भवति? ऋषिणा तेन खड्गेन, ऋषिणा तेन खड्गेन वृक्षस्य शाखा काचित् शाखा कर्तिता. कर्तिता, सो तेन खड्गेन विल् रिमेन् अन्चेञ्ज्ड्, सः विल् बिकम् तेन, तेन ऋषिणा. बिकास् ऐ यूस्ड् तेन फोर् सः, तेन तेन खड्गेन बट् कन्फ्यूस्ड्. इफ् ऐ हेड् यूस्ड् ऋषिणा then tena kadgina I would have remembered not to change, but since I used tena for saha I got confused. Okay, dhanyawada. Kevalam abhyasartham vadami. Atra kadgena kachit shakha kartita iti karmani vakyam bhavati. Anantaram atra tasmat, tasmat ichuktet tasmat karanat, अत्र कारणपञ्चमी अस्ति. कश्चन आनन्दः तेन अनुभूतः, एतद् वाक्यमपि कर्मणि प्रयोगे अस्ति. आनन्दः अनुभूतः तेन, कश्चन आनन्दः ऋषिणा अनुभूतः इति दत्तमस्ति. अत्र किमस्ति? अत्र गीताञ्जलिभगिनी एतद्वाक्यं कर्तरी प्रयोगे वदतु. तस्मात् कश्चन आनन्दः तेन अनुभूतः भगिनि. सः तस्मात् तस्मात् कश्चन आनन्दं कञ्चन आनन्दम् अनुभू अनुभूतवान् अनुभूतवान् किन्तु तत्तु भूतकाले किन्तु एतद्वाक्यमपि भूतकाले अस्ति अनुभूतः इत्युक्ते अनुभूतः इति क्तान्तरूपं स्वीकृत्य भूतकालार्थे उक्तमस्ति अनुभूतवान् समानार्थकमेव यदि लट् अस्ति चेत् अनुभवति अनुभवति तदेव मम यदि लङ् अस्ति चेत् लङ् द्वयोः आगच्छति भगिनि अत्र अन्वभवति अन्वभवत् अन्वभवत् अन्वभवत् गीताञ्जलि भगिनी पुनः एकवारम् अत्र वाक्यं तु कर्मणि प्रयोगे अस्ति कर्तरि प्रयोगे भिन्नभिन्नप्रकारेण वदतु कर्तरि प्रयोगे सः इत्युक्ते ऋषिः तस्मात् कश्चन आनन्दः तेन इत्युक्ते तेन एव अनुभवति अपि च भगिनि भवती किञ्चित् चिन्तयतु इदानीम् अधुना अरुणा भगिनी भवती प्रयत्नं करोतु अत्र वाक्यं तु भूतकालार्थे अस्ति तदर्थमेव अस्माकं कर्तव्यमस्ति भूतकालार्थे एव वक्तव्यम् इत्युक्ते लट्लकारं मा योजयतु लङ्लकारे वदतु नो चेत् तव तु योजयित्वा वदतु भगिनी वदति एव सः कश्चन आनन्दम् अनुभवति कर्तरिप्रयोगे सः कश्चन आनन्दम् अनुभूतवान् इति लङ्लकार न न भगिनि अत्र भ्रमः मास्तु अत्र किञ्चित् वदामि अत्र कश्चन आनन्दः तेन अनुभूतः एतद्वाक्यं कर्मणि प्रयोगे अस्ति भूतकालार्थे अस्ति किन्तु वयं परिवर्तनं कृत्वा कर्तरिप्रयोगे वक्तुमिच्छामश्चेत् तस्मात् कञ्चन आनन्दं सः अनुभूतवान् इति तव त्वन्तरूपं योजयित्वा यदि लङ्लकारं योजयित्वा वदामश्चेत् तस्मात् कञ्चन आनन्दं सः अन्वभवत् अभवत् अभवत् इत्यस्य इत्यस्मात् पूर्वम् अनु इति योजनीयम् अन्वभवत् इति भवति द्वितीयदिने अपि तेन खड्गप्रहारेण केचन वृक्षलतादयः कर्तिताः तदा किम् अभवत् वदतु भगिनि एकः संशयः आनन्दम् इति नपुंसकलिङ्गपदं वा पुंलिङ्गपदं भगिनि कश्चन आनन्दः आनन्दः ओके ओके यथा खड्गः अत्र आनन्दः इति आ इति उपसर्गः अस्ति तत्र नन्द् इति धातुः अस्ति तदपि घञ् प्रत्ययान्तरूपमेव समृद्धौ इत्यस्मिन् अर्थे द्वितीये दिने तेन खड्गप्रहारेण अत्र खड्गस्य प्रहारः अत्र प्रहारेण इति दत्तमस्ति तत्रापि णत्वम् अस्ति प्रा उपसर्गपूर्वकः हृधातुः हृधातोः रूपमेव हारः प्रहारः खड्गस्य प्रहारः इति षष्टितत्पुरुषसमासः अस्ति तत्र प्रहारः इति घञ् प्रत्ययान्तरूपमेव केचन वृक्षलतादयः कर्तिताः ऋषिणा खड्गप्रहारेण ऋषेः खड्गप्रहारेण वृक्षलतादयः. अत्र वृक्षाः लताः आदयः इति तत्र किं वदामः, इतरेतरयोगद्वन्द्वसमासः इति वदामः. वृक्षाः सन्ति, वृक्षान् कर्तितवान्, लतान् लताः कर्तितवान्, आदयः आदयः इत्युक्ते अन्ये अन्येषां कर्तनमपि सः कर्तुं प्रयत्नं कृतवान्. आदिः आदिः इति पदस्य बहुवचनरूपम् आदयः. तत्र आदिशब्दः त्रिषु लिङ्गेषु भवति, आदिः आदी आदयः. तत्र द्वन्द्वसमासे साधारणतया अन्तिमपदस्य लिङ्गमेव स्वीकर्तव्यम्, सः एकः नियमः अस्ति. अनन्तरं कश्चन आनन्द वृक्षलतादयः कर्तिताः गच्छता कालेन खड्गेन. एतस्मात् वाक्यात् आरभ्य शोभा भगिनी भवती करोतु. द्वितीये दिने तत्र वा? द्वितीये दिने अपि तेन खड्गप्रहारेण केचन वृक्षलतादयः कर्तिताः गच्छता कालेन खड्गेन सस्यादीनां कर्तनं वृक्षस्य छेदनं च तस्य स्वभावः जातः. मनसि विचारः आगतः, तत्र द्वितीये दिने विशेषविशेषणम् अपि सप्तमीविभक्तौ खलु भगिनि? द्वितीये दिने सप्तमीविभक्ति इत्युक्ते अत्र एकं वदामि, अत्र द्वितीये दिने इत्युक्ते संख्यावाचकपदमस्ति, इत्युक्ते दिनम् इति पदस्य विशेषणं वदतु. तेन खड्गप्रहारेण, तत्र अपि तेन खड्गप्रहारेण इति तत्र विशेषविशेषणम् अस्ति इत्युक्ते विशेषणं केवलं तत्र सर्वनामपदम् सः खड्गः. तत्र खड्गप्रहारेण समस्तपदं वर्णमेलनेन एव खलु, खड्गस्य प्रहारेण इत्युक्ते समस्तपदमेव खड्गस्य प्रहारः तेन तेन इत्युक्ते अत्र षष्ठी तत्पुरुषसमासः अस्ति. विग्रहवाक्यं कथं भवति? खड्गस्य प्रहारः तेन तेन तेन ओ खड्गस्य प्रहारः प्रहारेण तेन अस्तु. इत्युक्ते तत्र विग्रहवाक्यं वदामश्चेत् तत्र एका पद्धतिः अस्ति, पद्धतिम् अनुसृत्य एव वक्तव्यं, खड्गस्य प्रहारः तेन तेन इति भवति. केचन वृक्षलतादयः कर्तिताः, तत्रापि वृक्षाः लताः आदयः कर्तिताः. तत्र कर्मणि वाक्यमस्ति, ते तृतीयविभक्त्याम् उपयोगेन गच्छता कालेन खड्गेन, गच्छता कालेन खड्गेन तत्रापि विशेषविशेषणं, गच्छता कालेन द्वे अपि विशेषणं, खड्गेन इति विशेषस्य. सस्यादीनां सस्याः आदीनां षष्टिविभक्तौ समस्तपदं, कर्तनं वृक्षस्य छेदनं च तस्य स्वभावः जातः. तत्र कर्तनं ल्युडन्तपदं, वृक्षस्य छेदनं तत्र षष्टिविभक्ति, छेदनम् अपि छेदनं कर्मपदं च तस्य स्वभावः. स्वभावः इत्युक्ते तस्य प्रकृतिः तस्य प्रकृत्याः परिवर्तनं अभवत्. अत्र भगिनि किञ्चित् पश्यामः. अत्र तेन खड्गप्रहारेण इति लिखितमस्ति. अत्र तेन इति पदं खड्गस्य विशेषणं वा अथवा ऋषेः स्थाने लिखितमस्ति वा? तत्र तेन खड्गप्रहारेण तत्र केचन वृक्षलतादयः कर्तिताः ऋषेः. इत्युक्ते तेन इत्युक्ते अस्मिन् वाक्ये तेन इत्युक्ते ऋषिणा कर्तिताः. किमर्थं चेत् सः एव कर्तितवान् तेन सः कर्तयति अतः. इत्युक्ते एतद् वाक्यमपि कर्मणि प्रयोगे अस्ति, किन्तु तेन इति ऋषि शब्दस्य ऋषेः कृते तत्र सर्वनामपदं दत्तमस्ति. ऋषिणा खड्गप्रहारेण वृक्षलतादयः कर्तिताः. किमर्थं चेत् तत्र खड्गप्रहारेण इत्यस्मिन् समस्तपदे तेन इति पुनः भवति खलु? इत्युक्ते खड्गप्रहारेण उपकरणमस्ति, उपकरणमस्ति, किन्तु अत्र कर्तृपदम् इत्युक्ते तृतीयाविभक्त्यां कर्मणि प्रयोगे सर्वदा त्रीणि एकम् एकं भवति. अत्र तेन इति कर्तृपदम्. अनन्तरम् अत्र गच्छता कालेन इति पदमस्ति, तत् पदं कथं कीदृशं? गच्छता कालेन अपि विशेषविशेषणं. तत्र गच्छता इत्युक्ते तत्र स्त्रीलिङ्गे इति अहं मन्ये. न अत्र कोऽपि वदतु गच्छता कालेन इति पदद्वयमस्ति. तत्र यथा भवती उक्तवती शत्रुगच्छत् गच्छता तृतीया शत्रु गच्छत् गच्छतः गच्छता गच्छन् गच्छन् शोभा भगिनी भवती इतोपि चिन्तनं करोतु. गच्छता कालेन खड्गेन प्रथम अत्र तृतीयाविभक्त्यां वाक्यद्वयमस्ति. प्रथमाविभक्त्यां किं वदामः? तत्र गच्छता कालेन खड्गेन सस्यादीनां कर्तनं वृक्षस्य छेदनं च तस्य स्वभावः जातः. यदा कालः तत्र किं कालः एव खलु भगिनि? कालः यदा कालः किञ्चित् शृणोतु. अत्र मम प्रश्नः अस्ति, गच्छता कालेन इति पदद्वयं स्वीकुर्मः चेत् तयोर्मध्ये विशेषणविशेषभावः अस्ति, अपि च तृतीयाविभक्त्याम् अस्ति, शत्रन्तरूपमस्ति, तत्र गच्छति इति प्रातिपदिकमस्ति शत्रन्तरूपं. प्रथमाविभक्त्यां वदामश्चेत् गच्छन् कालः गच्छन् अस्ति इति प्रथमाविभक्त्यां वदामः. कालः गच्छन् अस्ति तदा किम् अभवत्? गच्छता कालेन खड्गेन इति अत्र उपकरणमस्ति. गच्छता कालेन शत्रन्तरूपद्वयं गच्छन् कालः गच्छता कालेन खड्गेन सस्य आदीनां कर्तनं वृक्षस्य छेदनं च तस्य स्वभावः जातः. तत्र स्वभावः जातः तत्र किं वदामि? जातः तत्र अभवत् लङ्ग्ल भूतकाले अभवत् इत्युक्ते अत्र जन् धातोः रूपं जातः. जन् धातुः अपि अकर्मकधातुः अस्ति. तस्य स्वभावः जातः. किं तस्य स्वभावः जातः? सस्यादीनां कर्तनं वृक्षस्य छेदनं च. अत्र सस्यादीनाम् अत्र कर्तनम् इति ल्युडन्तपदं, छेदनमपि ल्युडन्तपदं. तदर्थमेव तस्मात् पूर्वं सस्यादीनां कर्तनं षष्टिविभक्तेः उपयोगं कुर्मः. वृक्षस्य छेदनं वदतु भगिनी जातः कृतप्रत्ययः स्वभावः लिङ्गपद देर्फोर् स्वभावः जातः इफ् देर् वास् अ नपुंसकलिङ्ग वर्ड् स्वभावं जातम् ऐ मीन् इफ् इट् वास् हैपोथेटिकल् इत्युक्ते तस्मिन् अर्थे किं वदामः तादृशं शीलं जातम् शीलम् इति पदमस्ति शीलम् इति स्वभावः इत्युक्ते शीलं पूर्वम् उषा भगिनी उक्तवती चारित्रं स्वभावः इत्यस्मिन् अर्थे शीलमस्ति चारित्रमस्ति चेत् तत्र नपुंसकलिङ्गपदं स्वीकुर्मः चेत् तस्य चारित्रं जातं शीलं जातम् इति अपि वक्तुं शक्नुमः उत्तमम् अनन्तरम् अत्र छेदनम् इति पदमस्ति तत्र छिद् इति धातुः अस्ति छिद् धातोः रूपमेव छेदनं तत्र लट्लकाररूपं छिनत्ति छिनत्ति छिन्ते छिन्दन्ति तत्र गीतायाम् एकः श्लोकः अस्ति नयनं छिन्दन्ति शस्त्राणि नयनं दहति पावकः तत्र छिन्दन्ति इति प्रथमपुरुष बहुवचनरूपं किन्तु एकवचनरूपं छिनत्ति छिद् धातोः रूपमेव छिनत्ति तादृशरीत्या छेदनं ल्युडन्तरूपम् अग्रे किमस्ति तावदेव अथैकदा अतः एकदा अथैकदा सन्धि भूत्वा तस्य मनसि विचारः आगतः तत्र अथैकदा तत्र सन्धेः नाम किम् अतः तत्र विसर्गलोपः भवति अतः एकदा तत्र विसर्ग अस्ति खलु अतः न न भगिनि अत्र पश्यतु अतः भिन्नं पदम् अत्र किं पदम् अस्ति अध अथ अथ योगः एकदा किं भवति अदेङ्गुणः भवति वा अत्र गीताञ्जलि भगिनी वदतु किञ्चित् वदतु अत्र अकारयोगः एकारः वृद्धिसन्धिः ऐकारः वृद्धिसन्धिः भवति अत्र अथ योगः एकदा अथैकदा भवति ऐकारादेशः भवति तत्र वृद्धिरेचि इति विधायकसूत्रमस्ति संज्ञासूत्रं वृद्धिरादैच् संज्ञासूत्रं वृद्धिसंज्ञकवर्णाः के इति वृद्धिरादैच् इति संज्ञासूत्रं वदति अत्र कीदृशं कार्यं भवति इति वृद्धिरेचि इति सूत्रं वदति तत्र संज्ञासूत्रम् अपि च विधिसूत्रमपि ज्ञातव्यं तत्र वदतु अनन्तरं तस्य तत्र तथा एव तस्य मनसि विचारः आगतः आगतः अपि भूतकाले ताप्रत्ययः विचारः आगतः मनसि सप्तमीविभक्ति तत्र तावदेव तस्य मनसि विचारः आगतः इति वाक्यमस्ति अत्र एतदेव वाक्यं भिन्नरीत्या कथं वदामः तस्य मनसि विचारः आगतः एतत् विचारं तस्य मनसि आगच्छति अपि च एकं विचारं तस्य मनसि आगच्छति अपि च तावदेव खलु तावदेव अत्र गत्यर्थकधातूनां विषये तत्र आगतः यथा भवती उक्तवती आगतः इति क्तान्तरूपम् अस्ति क्तान्तरूप सन्दर्भे तत्र गत्यर्थकधातूनां विषये गम् धातुः गत्यर्थकधातुः अस्ति इति कृत्वा तत्र वाक्यं कर्तरिप्रयोगे अपि च कर्मणि प्रयोगे द्विधा अपि लेखितुं शक्यते अस्माभिः उत्तमम् अग्रिमं वाक्यं कर्मणि प्रयोगे तत्र तृतीयविभक्ति भवनीयम् इति वक्तुं शक्नोमि वा? तस्य मनसि भवितव्यं भवनीयं, तत्र तयोः अर्थः समानः किन्तु प्रत्ययः भिन्नः. भवितव्यं भवनीयं, किन्तु अत्र किम् अस्ति, भूतकालार्थे वाक्यं दत्तमस्ति. तस्य मनसि एकः विचारः आगतः इति भूतकालार्थे अस्ति. इत्युक्ते एतद् वाक्यं पुनः परिवर्त्य लिखामश्चेत् भूतकालार्थे एव तद्वाक्यं भवेत्, न तु लट्लकारे. लङ्लकारे वक्तव्यं, नो चेत् क्तवत् रूपं योजयित्वा वक्तव्यं, नो चेत् लङ् रूपं योजयित्वा वक्तुं शक्यते. तावदेव. अग्रिमं वाक्यं, कोऽपि प्राणी एतेन संहरणीयः इति. इदानीं पर्यन्तं सः सस्यादीनां कर्तितवान्. अधुना सः चिन्तयति खड्गस्य किं कृत् असि धार खड्गस्य धारायाः तीक्ष्णता परीक्षणं कर्तुं सः चिन्तितवान् कोऽपि प्राणी एतेन संहरणीयः इति. तत्र कोऽपि कः अपि कोऽपि प्राणी अत्र इतोपि कोऽपि वदति वा? कोऽपि वदति वा कोऽपि इत्यस्मिन् विषये? अत्र कीदृशसन्धिः अस्ति? इत्युक्ते तत्र आरम्भे विसर्गसन्धिः भवति. कः प्लस् अपि तत्र विसर्गसन्धिः भवति. अत्र चतुर्थं भाट्टसूत्रं कार्यं करोति. इत्युक्ते अचः परस्य विसर्जनीयस्य अतिहशि च उत्वम् इति सूत्रेण, चतुर्थं भाट्टसूत्रेण तत्र आरम्भे उकारादेशः भवति, तदनन्तरं गुणसन्धिः भवति, तेन को भवति. किन्तु अत्र पूर्वरूपसन्धिः अपि भवति. एङ्गः पदान्तादति इति सूत्रेण तत्र पूर्वरूपादेशः भवति. इत्युक्ते अत्र सन्धित्रयम् अस्ति. अत्र अस्माकम् अवगमनार्थम् अकारस्य स्थाने सर्वदा अवग्रहचिह्नं स्थापयामः. तत्र एकं चिह्नम् अस्ति, तस्य नाम अवग्रहः. विसर्गसन्धिः, गुणसन्धिः, पूर्वरूपसन्धिः कोऽपि इत्यस्मिन्. प्राणी इति कीदृशं पदम्? तदेव अहं पृच्छामि भगिनि. तत्र एकवचने अस्ति प्राणी. न न भगिनि, पुंलिङ्गपदम् उषा भगिनी वदतु. गुणिन् शब्दवत् अस्ति भगिनि. वदतु. प्राणिन् नकारान्त पुंलिङ्ग अस्ति भगिनि. प्रथमविभक्तिरूपाणि किञ्चित् वदतु. प्राणीशब्दस्य प्राणी प्राणिनौ प्राणिनः. उत्तमं, प्राणी नकारान्तपदम् अस्ति. इत्युक्ते अत्र गुणिन् नकारान्त नपुंसकलिङ्ग नास्ति वा? पुंलिङ्गपदम् अत्र गुणी तत्र दीर्घ ईकारः अस्ति, तत्र पुंलिङ्गपदमेव. यदि गुणीशब्दवत् गुणीशब्दः पुंलिङ्गपदमेव. गुणी गुणिनौ गुणिनः इति रूपाणि भवन्ति. किन्तु अत्र प्राणीशब्दः अपि नकारान्तपदमेव. प्राणिन् इति नकारान्तपदं, प्राणी प्राणिनौ प्राणिनः. अत्र पुंलिङ्गपदम् इति कथं ज्ञातुं शक्नुमः? अत्र कोऽपि इति लिखितमस्ति. कः अपि प्राणी इति पुंलिङ्गपदमस्ति इति कृत्वा अत्र कोऽपि इति लिखितमस्ति. यदि नपुंसकलिङ्गपदमस्ति चेत् किमपि किमपि इति भवति. यदि पदं स्त्रीलिङ्गपदमस्ति चेत् कापि भवति. अत्र प्राणी इति पदम् इणि प्रत्ययान्तरूपम् अस्ति. इणि प्रत्ययान्तरूपम् इत्युक्ते यस्य यस्मिन् प्राणाः सन्ति सः प्राणी. इत्युक्ते यस्य यस्मिन् प्राणाः सन्ति सः प्राणी इत्युक्ते सांस् लेने वाला इति अर्थः. यस्य प्राणाः सन्ति सः प्राणी. अत्र इणि प्रत्ययान्तरूपम् अस्ति. प्राणी एतेन संहरणीयः. एतेन इत्युक्ते खड्गेन. धन्यवादः भगिनी. अनन्तरम् अत्र अरविन्दमहोदय भवान् पठतु अग्रे किमस्ति. आं भगिनि. द्वित्राणि दिनानि सः कथमपि एवं विचारं प्रयत्नेन निगृहीतवान्. द्वित्राणि तत्र समस्तपदमेव. तत्र किञ्चित् क्लेशः अस्ति. तत्र बहुव्रीहिसमासः अस्ति. कथमित्युक्ते द्वे वा त्रीणि वा इति विग्रहवाक्यं वदामः. टु त्री डेस् इति वदामश्चेत् तत्र द्वित्राणि दिनम् इति पदं नपुंसकलिङ्गपदमस्ति इति कृत्वा द्वित्राणि दिनानि. तत्र द्वे वा त्रीणि वा इति तथा एव त्रिचतुराः. त्री फोर् डेस् इति वदामश्चेत् त्रिचतुराः इति त्रिचतुराणि अथवा पञ्चशाः. फैव् सिक्स् इति वक्तुम् इच्छामश्चेत् पञ्चशाः इति वक्तव्यमस्ति. तत्र पञ्चशाः द्विचतुराः क्षम्यतां त्रिचतुराः द्वित्राः. पुंलिङ्गे वदामश्चेत् द्वित्राः. किन्तु अत्र दिनं पदस्य विशेषणमस्ति इति कृत्वा द्वित्राणि दिनानि. वदतु. सः कथमपि एतं विचारं प्रयत्नेन निगृहीतवान्. सः ऋषिः एतं विचारं कोऽपि प्राणी एतेन संहरणीया इति विचारः प्रयत्नेन उद्यमेन निगृहीतवान् कार्यं कृतवान्. निगृहीतवान् इत्युक्ते तस्य विचारस्य निग्रहणं कृतवान्. He tried to control himself. I thought he performed that. न कृतवान् इत्युक्ते कोऽपि प्राणी एतेन संहरणीयः इति सः चिन्तितवान्. तदनन्तरं सः कथमपि इत्युक्ते कथं तादृशनियन्त्रणं कृतवान् इति वयं न जानीमः. समर्थेन सः कथमपि एतं विचारं निगृहीतवान्. हि ट्रै टु कण्ट्रोल् हिस् थाट्स् फार् सम् टैम्. ओके. कञ्चित् कालपर्यन्तम् इत्युक्ते द्वित्राणि दिनानि सः निगृहीतवान्. किं निगृहीतवान्? एतं विचारम्. उत्तमं. विचारः कः? कोऽपि प्राणी एतेन संहरणीया इति विचारः. उत्तमं. भगिनि, अत्र निगृहीतवान् पदे नि उपसर्ग ग्रहधातु किल? आम्, ग्रहधातुः तवत्वन्तः. अत्र वयं पूर्वं दृष्टवन्तः गृहीतवान् तत्र ग्रहधातुः एव, किन्तु तत्र रूपं ग्रहधातोः रूपं गृहीत्वा गृहीतवान् इति भवति. किन्तु अहं पूर्वमपि उक्तवती ग्रहीतुं ग्रहीष्यति. तत्र तत्र भिन्न उच्चारणं भवेत् इति मम आशयः. सः निगृहीतवान् ग्रहधातोः रूपमेव अत्र. उत्तमं. वदतु महोदय. निगृहीतवान् एषः पर्यायः अस्ति वा? पर्यायपदं किं वदामः? निगृहीतवान्, न स्वीकृतवान्, तस्य निग्रहणं, विचारस्य निग्रहणं कृतवान्, विचारं त्यक्तवान्. He tried to control himself इति अर्थः अत्र. ग्रहणं करोति, निग्रहणं करोति, विचारग्रहणं करोति, निग्रहीतुं प्रयत्नं कृतवान्. संयम इति अपि अस्ति वा, भवति वा? विचारस्य यं धातोः संयमनं कृतवान्. संयमनं कृतवान्, राइट. किन्तु चतुर्थदिने अजानन् एव सः कञ्चित् शशं मारितवान्. मारितवान्. किन्तु चतुर्थदिने, द्वित्राणि दिने विचारं निगृहीतात् पर्यन्तं चतुर्थदिने सः अजानन् शशं मारितवान्. अत्र निगृहीतवान् इति पदं तत्र निगृहीतवान् इति दत्तमस्ति, किन्तु ल्यबन्तरूपं योजयित्वा अत्र वक्तुमिच्छति चेत् किं वदामः? किन्तु चतुर्थे दिने, वदतु. निगृह्य किन्तु ल्यबन्तरूपं सिद्ध्यति. किमर्थम् इत्युक्ते नि इति उपसर्गः अस्ति इति कृत्वा निगृह्य. यदि केवलं क्त्वान्तरूपं वक्तुमिच्छामश्चेत् गृहीत्वा. अत्र सम् उपसर्गपूर्वकः ग्रहधातु तः ल्यप्रूपं सङ्गृह्य तथा एव अत्र निगृह्य इति भवति. अजानन् इति कीदृशं पदम्? बोधं त्यक्त्वा. अजानन् अजानन् इति कीदृशं पदं? पुल्लिङ्गशत्रुपद. लता भगिनी इतोपि वदतु. शत्रुपद ज्ञा दातु जानाति इति लकाररूपा. अजानन् अजानत् इस् लङ्लकाररूप. अजानन् इस् शत्रु प्रत्यय. No, I think I did a mistake. I'm getting confused. Bhavati vadatu bhagini. I got confused. Aruna bhagini vadatu. Ajana nan tat purusha. Nan tat purusha iti hamani. Na janan, na janan. Correct. It's opposite of janan. Atra kim vadamaha? Arambhat vadamaha. Kim? इत्युक्ते अत्र ज्ञा इति धातुः अस्ति. ज्ञाधातोः रूपं जानाति लट्लकाररूपं, किन्तु ज्ञाधातुः उभयपदी धातुः अस्ति. जानाति इति परस्मैपदरूपं, जानीते इति उभयपदीरूपं, किन्तु अत्र शत्रन्तरूपं दत्तमस्ति, पुंलिङ्गे दत्तमस्ति. सः अजानन्, ऋषिः अजानन् अज्ञात्वा. अजानन् इत्युक्ते अज्ञात्वा. अत्र यथा अरुणभगिनी उक्तवती, नञ् समासः अस्ति, न जानन्. भिन्नानि पदानि सन्ति. अजानन्, विजानन्. विजानन् इत्युक्ते विशेषरीत्या ज्ञातवान् इति अर्थः. अजानन् इत्युक्ते न ज्ञातवान् इत्युक्ते अज्ञात्वा अथवा अज्ञानेन अथवा मूढः भूत्वा मोहेन सः किं कृतवान्? शशं मारितवान्. अत्र अजानन् इति सत्रन्तरूपम् अस्ति. अत्र जानन् इति प्रथमाविभक्ति एकवचनरूपं, पुंलिङ्गरूपं, शत्रन्तरूपं, किन्तु तस्य प्रातिपदिकं तकारान्तप्रातिपदिकं भवति जानत् इति रूपम्. अपश्यन् सेम् थिङ्ग्. अपश्यन् अपश्यन् इत्युक्ते अदृष्ट्वा. अपश्यन् इति अपि शत्रन्तरूपमेव, किन्तु दृश् धातोः रूपम् अस्ति. किन्तु दृश् धातोः अर्थः भिन्नः, ज्ञाधातोः भिन्नः. अजानन् इत्युक्ते अज्ञात्वा, वितौट् नोयिङ्ग्. किन्तु अपश्यन् इति वदामश्चेत् वितौट् सीयिङ्ग्. अत्र अजानन् कृत, अजानन् किं कृतवान्? मारितवान्. कं मारितवान्? शशं मारितवान्. अत्रापि शशः इति पुंलिङ्गपदमस्ति, तदर्थं कञ्चित्, कञ्चित् इति लिखितमस्ति, कञ्चित् शशं मारितवान् इति. अत्र मारितवान् इति उषा भगिनी वदतु. अत्र नृ धातुम् अस्ति भगिनि. इतोपि इतोपि वदतु. मारयति, मारयति इत्युक्ते निजन्तरूपम् अस्ति. मारयति निजन्तरूपं. साधारणरूपं किं? म्रियते. म्रियते, उत्तमं. म्रियते इत्यस्मात् तावत्वन्तरूपं मृतवान्. मृतवान्. सः न मृतवान्, सः मारितवान्. अत्र णिजन्तरूपं, णिजन्त क्तवत्वन्तरूपम् अस्ति. णिच् प्रत्ययस्य अनन्तरं क्तवतु. सः मारयति, शशं मारयति, तावदेव. अत्र मृतवान् इति साधारण क्तवत्वन्तरूपं, किन्तु अत्र मारितवान् इति लिखितम् अस्ति. तेन किम् अभवत् वदतु महोदय. तस्मात् विलक्षणः आनन्दः अनुभूतः तेन. तस्मात् तेन विलक्षणेन आनन्दः अनुभूतः. विलक्षणः इत्युक्ते विचित्र आनन्दः. विचित्र अथवा अपरिचितः आनन्दः. अत्र अत्रापि वाक्यं कर्मणि प्रयोगे अस्ति, तेन आनन्दः अनुभूतः. अत्र वाक्यं कर्तरि प्रयोगे वदतु. सः आनन्दं सः अनुभूतवान्. आनन्देन आनन्दम् अनुभूतवान्. सूर्यकुमारी भगिनी पुनः एकवारं वदतु. सः आनन्दम् अनुभूतवान्. सः आनन्दम् अनुभूतवान् इति कर्तरिप्रयोगवाक्यम्. उत्तमं, भवान् एव करोतु महोदय अग्रे. गच्छता कालेन तस्य एषा आसुरी प्रभृति प्रवृत्ता प्रवृद्धा. गच्छता कालेन, अत्रापि यथावत् कालकाल प्रतिकालं तस्य स्वभावः आसुरी अभवत् अभवत्. अत्र गच्छता कालेन इति पदमपि तृतीय, यथा पूर्वं वयम् अस्माभिः चर्चितम्, अत्र तृतीयविभक्त्यन्तरूपं शत्रन्तरूपं. गच्छता कालेन अथवा गच्छन् कालः, कालन् कालः गच्छन् अस्ति, तदा किम् अभवत्? तस्य आसुरी प्रवृत्तिः इत्युक्ते राक्षसप्रवृत्तिः, आसुरी प्रवृत्तिः. अत्र असुरभावम् अस्ति वा भगिनि? असुरस्य भावः आसुरी. तत्र असुरस्य भावः आसुर इति तत्र तद्धितरूपमस्ति, किन्तु आसुरी इति वदामश्चेत् तत्र च्वि इति एकः प्रत्ययः अस्ति, यथा स्पष्टीकरोति तादृशरीत्या ई इति आयाति. आसुरी प्रवृत्तिः, राक्षसी प्रवृत्तिः. प्रवृत्तिः स्त्रीलिङ्गशब्दः. स्त्रीलिङ्गशब्दः. इतोपि वदतु भगिनि, अरुणभगिनि. प्रवृत्तिः, प्रवृत्तिः कीदृशी? आसुरी प्रवृत्तिः. प्रवृत्तिः इति पदं कथमागतम्? प्रापुर्कवृत्तधातु क्तिन् प्रत्ययः. अत्र वृत्तधातोः लट्लकाररूपं किम्? प्रवृत्तिः वर्तते. वर्तते, वृत्तधातोः लट्लकाररूपं वर्तते. अधुना अत्र इतोपि किम् अस्ति? प्रवृद्धा. प्रवृद्धा इति कीदृशं पदम्? उषा भगिनी वदतु. क्तान्तरूपम् अत्र प्रा उपसर्गपूर्वकः वृद्ध धातुः क्तान्तरूपं वृद्ध धातोः रूपं वृद्धा इति भवति. त्रिषु लिङ्गेषु रूपाणि भवन्ति. अपि च वृद्ध धातोः लट्लकाररूपं किं? वर्धते. वर्धते. किञ्चित् वदतु भगिनि त्रीणि रूपाणि. वर्धते, वर्धेते, वर्धन्ते. उत्तमम्. आत्मनेपदी अस्ति इति कृत्वा वर्धधातुः. किन्तु वर्धधातुः, क्षम्यतां, वृद्धधातुः अकर्मकधातुः. वृक्षः, वृक्षः वर्धते, वृक्षः जायते, तथा एव वृक्षः वर्धते. अत्र अकर्मकधातुः अस्ति. अत्र प्रवृद्धः इति पुंलिङ्गरूपं, किन्तु प्रवृत्तिः इति पदमस्ति इति कृत्वा प्रवृद्धा इति स्त्रीलिङ्गपदं दत्तमस्ति. क्तान्तरूपं तावदेव. धन्यवादः. समासपदम वा? समस्तपदमेव. आसुरीणां प्रवृत्तिः आसुर. तत्र किं वक्तव्यम्? अत्र अहं चिन्तयामि कर्मधारयसमासः भवति इति मम चिन्तनं. प्रवृत्तिः कीदृशः? कीदृशी इत्युक्ते आसुरी प्रवृत्तिः. भगिनि, इस् आसुरी सिमिलर् टु कृष्णीकरोति. स्पष्टीकरोति, उष्णीकरोति, तादृशी, तादृशप्रत्ययः. अहं पठितवती च्वि इति एकः प्रत्ययः अस्ति, तेन तत्र ईकारः अन्ते आयाति. च्वि प्रत्ययान्तरूपम्. अनन्तरम् अत्र धन्यवादः महोदय. अधुना सुजाता भगिनी भवती पठतु. आं भगिनि, पठतु. एवं शास्त्रस्य सङ्गम् एव शस्त्रस्य सङ्गम् एव ऋषेः मानसं कलुषितम् अकरोत्. तस्मात् एव प्राज्ञाः वदन्ति सङ्गम् एव विनाशस्य अपि कारणं भवितुम् अर्हति इति. भवत्या किम् अवगतं? किञ्चित् वदतु. शस्त्रस्य सङ्गम, शस्त्रस्य षष्टिविभक्ति, सङ्गः सङ्गः इत्युक्ते किं? सङ्गः शस्त्रेण सह. आङ्ग्लभाषायां वक्तुमिच्छामश्चेत् सङ्गः इत्युक्ते काण्टाक्ट्. किन्तु संस्कृतभाषायाम् अन्यानि पदानि सन्ति वा? सन्ति. सम्पर्कः, संयोगः, सम्पर्कः संयोगः अथवा स्पर्शः. शस्त्रस्य सम्पर्कः एव ऋषेः मानसं कलुषितम् अकरोत्. केन कारणेन ऋषेः मानसं कलुषितम् अभवत्? शस्त्रस्य सङ्गेन. सङ्गेन. मानसं, ऋषेः मानसं. ऋषेः सप्तमी विभक्ति, षष्टि क्षम्यता. वदतु. मानसं कलुषितम् अकरोत्. कलुषितं, नष्टं, कलुषितम् इत्युक्ते अत्र किञ्चित् वदामि. मानसम् इति पदमस्ति. मानसं कलुषितम् अकरोत् इति लिखितमस्ति. तत्र वयं साधारणं पदमेव वयं जानीमः, मनः मनः इति पदं सकारान्तपदम् अस्ति, मनः मनसि मनांसि, किन्तु मनसु शब्दस्य अनन्तरम् अण् इति एकः प्रत्ययः अस्ति. अण् प्रत्ययस्य योजनेन मानस मनस् इति शब्दात् मानस इति पदम् आयाति. तत्र अद्धितान्तं पदम् अस्ति, अण् प्रत्ययः अस्ति तत्र मानस. किन्तु साधारणं पदमेव मानसिक इति भिन्नं पदमस्ति. तत्र मानसिक वैद्यः इति वदामश्चेत् तत्र मानसिक इत्यस्मिन् ठक् इति एकः प्रत्ययः अस्ति, तदपि तद्धितान्तपदम्. इत्युक्ते आहत्य मनः शब्दात् एतत् पदं निष्पन्नं भवति. मनः शब्दात् मानस मानसिक. अनन्तरं कलुषितम् इत्युक्ते कलुषीकरोति अथवा मलिनं करोति, मालिन्यं कालुष्यम्. अत्र कलुषित इत्यस्य भावः एव कालुष्यम्, मलिनस्य भावः एव मालिन्यं. कलुषीकरोति, मलिनीकरोति इत्यपि वक्तुं शक्यते. इत्युक्ते तस्य मनः निर्मलं नास्ति. निर्मलं निर्मलम् इत्युक्ते यस्य मनसि मलं नास्ति, शुद्धः, शुद्धं मनः शुद्धम् अस्ति. मनः इति पदं नपुंसकलिङ्गपदम् अस्ति इति कृत्वा मनः शुद्धम् अस्ति. अत्र अस्य ऋषेः मनः शुद्धं नास्ति. किमर्थम् किमर्थं शुद्धं नास्ति? दुष्टभावः आजाति. उत्तमं, तावदेव. शस्त्रस्य सङ्गम् एव तस्य मनसि हिंसाभावम् उद्भवति, उत्पादयति. परमकारुणिकऋषि इदानीं खड्गस्य सङ्गात् परमहिंसा अभवत्. सङ्गात् सङ्गात् इति बहु उत्तमं पदं. तदर्थमेव गीतायां श्लोकः अस्ति, सङ्गात् सञ्जायते कामः. तदपि आगच्छति अत्र अग्रे. धन्यवादः भगिनी. अधुना रघुवीरानन्दमहोदय, भवान् पठतु अग्रिमं वाक्यम् अस्ति वा महोदय? नो चेत् शशिकला भगिनी भवती पठतु. करोतु. अग्रिमं तु किं महोदय, सङ्गात् सञ्जायते कामः वा? न न, तस्मात् एव प्राज्ञाः वदन्ति. तस्मात् एव प्राज्ञाः वदन्ति, सङ्गः एव विनाशस्य अपि कारणं भवितुम् अर्हति इति. किञ्चित् वदतु. इति कारणेन प्राज्ञाः ये केऽपि विज्ञानं जानन्ति ते इति वदन्ति, यदा सङ्गः जायते तदा विनाशस्य कारणम् अत्रैव तिष्ठति इति. उत्तमम्. अत्र प्राज्ञाः इति पदमस्ति. तत् पदं कीदृशं पदम् इत्युक्ते, तत्र ज्ञः इति यः शास्त्रं जानाति सः शास्त्रज्ञः. तथा एव अत्र ज्ञः इत्युक्ते यः जानाति, ज्ञाधातोः रूपमेव. तत्र प्रज्ञः इति पदमस्ति. तत्र प्रज्ञः इति भिन्नं पदं, किन्तु प्राज्ञः प्रज्ञा वा महोदय? प्रज्ञः अत्र प्रज्ञः इति एकं पदमस्ति, किन्तु प्राज्ञः अत्र बहुवचने पदं दत्तमस्ति. प्राज्ञाः वदन्ति. प्राज्ञाः इत्युक्ते येषु विशेषज्ञानमस्ति, विशेषज्ञानमस्ति येषु इत्युक्ते प्राज्ञाः इत्युक्ते बुद्धिमन्तः पुरुषाः अथवा विद्वांसः, विवेकिनः. विवेकिनः किं वदन्ति? सङ्गः एव विनाशस्य कारणम्. अत्र प्राज्ञः इति एकवचनमस्ति, प्राज्ञाः इति द्विवचनं. किन्तु स्त्रीलिङ्गे वक्तुमिच्छामश्चेत् प्राज्ञी इति भवति. प्राज्ञी इति स्त्रीलिङ्गरूपमस्ति. यथा विदुषी शब्दवत् प्रज्ञा यस्य अस्ति प्राज्ञः प्रज्ञा यस्मिन् अस्ति अथवा यस्य अस्ति सः प्राज्ञः तथितान्तपदम् अत्र विनाशः वदतु प्रत्यभिज्ञा प्रत्यभिज्ञा स्मरणं प्राज्ञा इत्युक्ते प्रत्यभिज्ञा अस्तु प्रत्यभिज्ञा इति अत्र अभिज्ञानम् इत्युक्ते अभिज्ञानम् इत्युक्ते रिकग्निशन् कथम् अभिज्ञातुं शक्नोमि एतत् अत्र विषयः कः इति कथम् अत्र कीदृशप्रत्ययः अस्ति इति कथम् अभिज्ञातुं शक्नोमि हौ केन् ऐ रिकग्नैस् विच् प्रत्यय इस् हियर् तत्र अभिज्ञानं तत्र अर्थः भिन्नः भवान् किम् उक्तवान् प्रत्यभिज्ञानं तत्र प्रति उपसर्गस्य योजनेन अभि उपसर्गस्य योजनेन तस्य अर्थः भिद्यते वा इति द्रष्टव्यम् इत्युक्ते उपसर्गस्य योजनेन कुत्रचित् अर्थपोषणं भवति कुत्रचित् भिन्न अर्थः आयाति तदर्थं प्रत्यभिज्ञा इति पदं तस्य रूपम् इतोपि चिन्तनीयमस्ति अत्र विनाशः इति पदमस्ति किञ्चित् वदतु महोदय विनाशः इति कीदृशं पदम् विनाशः पुल्लिङ्ग पुंलिङ्गपदं लिङ्गपदमेव षष्ठी विभक्ति पुल्लिङ्ग एकवचन उत्तमम् इत्युक्ते पदं कथं निष्पन्नं भवति इति चिन्तयामश्चेत् अत्र वि इति उपसर्गः अस्ति नश् धातुः अस्ति नश् धातोः लट्लकाररूपं नश्यति लट्लकाररूपं नाशः इति घञ् प्रत्ययान्तरूपं नश् धातोः रूपं नाशः घञ् प्रत्ययान्तरूपं पुंलिङ्गरूपमेव भवति सर्वदा विनाशः विनाशः वदतु कस्मिन् ज्ञातुं शक्यते एतत् गञ् प्रत्यय इति व्याकरणवर्गे वयं पठामः महोदय व्याकरणवर्गं गच्छामश्चेत् तत्र विनाशः विनाशस्य कारणं किं सङ्घः एव अत्र कारणम् इत्यपि ल्युडन्तपदम् अत्र कोऽपि वदतु कारणं कीदृशं पदम् इतोपि कुरु दातु निच् क्रूधातुतः निच् प्रत्ययस्य योजनेन तदनन्तरं ल्युट् उत्तमं क्रूयोगः णिच् योगः ल्युट् कारणं भवति किन्तु करणम् इति वदामश्चेत् तत्र णिच् नास्ति करणं भवति करणम् इति केवलं साधारणल्युडन्तरूपं कारणम् इति निजन्तरूपं निच् प्लस् ल्युट् भवितुमर्हति इत्युक्ते आहत्य कथायाः शीर्षकं किम् इत्युक्ते इदं वाक्यं भगवद्गीतायाम् अस्ति किञ्चित् वदतु महोदय श्लोकम् सङ्गात् सञ्जायते कामः कामात् क्रोधो क्रोधोऽपि जायते क्रोधात् भवति सम्मोहः सम्मोहात् विस्मृतः स्मृतिविभ्रमः यथा इदानीं भवति मया ध्यायतो विषयान् पुंसा वदतु महोदय ध्यायतो विषयान् पुंसा सङ्गस्तेषूपजायते सङ्गात् सञ्जायते कामात् क्रोधोऽपि जायते क्रोधात् भवति सम्मोहा स्मृतिभ्रंशः स्मृतिभ्रंशात् बुद्धिनाशो बुद्धिनाशात् प्रणश्यति उत्तमः श्लोकः वयं सम्यक् रीत्या चिन्तनं कृतवन्तः वदतु भगिनी महोदय शस्त्रस्य सङ्घः समासः भवति एव शस्त्रसङ्घः शस्त्रसङ्घः किन्तु अत्र भगिनि अत्र कथायां इन्द्रस्य योजनं सफली अभवत् सफलम् अभवत् सफलम् अभवत् तस्य योजना सफला भगिनि एक करेक्षन् दट् शुरस्य धारा निशिता दुरत्या इस् नाट् इन् भगवद्गीता इट्स् इन् कठोपनिषत् उत्तिष्ठता जाग्रता प्राप्यवरान् निबोधता क्षुरस्य धारा निशिता दुरत्या दुर्गं पतस्तत् कपयो वन्दि उत्तिष्ठता जाग्रता प्राप्यवरान् निबोधत विवेकानन्दः अपि रैस् अवेक् रैट् तदेव सम्यक् महोदय धन्यवादः इत्युक्ते अत्र बहु उत्तमः श्लोकः तदपि तिष्ठत जाग्रत प्राप्यवरान् निबोधत स्टाप् नाट् टिल् युवर् गोल् इस् रीच्ड् इति उक्तमस्ति. अधुना वयम् अत्र स्थगयाम. अस्माकं पार्श्वे अन्या कथा अपि अस्ति, किन्तु अग्रिमे सप्ताहे पुनः मिलित्वा तस्मिन् विषये चर्चयिष्यामः. सर्वेषां धन्यवादः. नमस्कारः. धन्यवादः.